ॐ श्रीगणेशाय नमः, ॐ श्रीसरस्वत्यै नमः, ॐ श्रीगुरुभ्यो नमः, एतदपि वक्तव्यम्. अस्तु, इदानीं मम अत्र प्रार्थना अस्ति, किञ्चित् कालक्रमेण आगन्तुं शक्यते चेत् इतोपि सम्यक् भवति. अस्तु, नमस्कारः. अत्र नमस्ते भगिनि. अत्र अस्माकं कृते गतवर्गस्य विषये कृपृत्याः सार्वधातुकाः अपि भवितुम् अर्हति, अनन्तरम् आर्धधातुकाः च. अत्र धातुभ्यः तिङ्गश्च कृतम् अत्र अस्ति वा, श्रोतुं शक्यते वा? केकरदे. अस्तु अस्तु, इदानीम् अत्र धातुभ्यः किं प्रत्ययः कृत् प्रत्ययः श्रोतुं शक्यते एव इति वक्तव्यम्. अस्तु, अत्र तिङ् कृत् तिङ्गपि सार्वधातुकप्रत्ययः अस्ति, अनन्तरं कृत् अपि सार्वधातुकप्रत्ययः अस्ति. अत्र कर्तृर्थे अनन्तरम् ईडागमविषये किञ्चित् अत्र दृष्टवन्तः. कर्तरि शप् सर्वत्र बाधित्वा अत्र गणविषये अनुबन्धलोपानन्तरं शत्रुप्रत्ययं योजनेन अत् इति एव भवति. अधिप्रवृत्तिभ्यः शपः इत्यनेन तत्रापि द्वितीयगणविषये भवति. जुहोत्यादिगणे स्लु भवति, द्व्यादिभ्यः श्यन् भवति, स्वादिभ्यः स्नु भवति, सुदादिभ्यः शः, अनन्तरं रुदादिभ्यः श्नम्, तनादिभ्यः कृ तनादिकृद्भ्यः उः, क्रयादिभ्यः श्ना, अनन्तरं कर्तरि शप् इति चुरादिगणे कर्तरि शप्, अनन्तरम् अय प्रत्ययमपि आगच्छति. एतत् सर्वं दृष्टवन्तः. अतो गुणे यत्र कार्यं करोति चेत् अकारः पूर्वमेव पूर्वपदस्य अकारः तिष्ठति, उत्तरपदस्य अपि अकारः तिष्ठति. पूर्वपरयोः स्थाने एकः एव अत्र कार्यं करोति. अनन्तरम् एतत् अतो गुणे किं किं सूत्रं बाधितं चेत् अत्र वृद्धिरेचि, अनन्तरम् अकः सवर्णे दीर्घः इति सूत्रमपि बाधित्वा कार्यं करोति. इदानीमत्र तत्र अन्तरूपभेदं भवति. पठन् अस्ति, नश्यन् यकारः श्रूयते दिवादिगणे, अप्रुवन् अप्नुवन् आप्नुवन् बिन्दन् कुर्वन् क्रीणन् अटुकुपवाङ्नं वेवायेपि इति सूत्रेण अत्र दन्ते नकारस्य स्थाने मूर्धने नकारः आगच्छति. अनन्तरम् अत्र आर्द्रता किम् अत्र द्रष्टव्यं चेत् अत्र विकरणप्रत्ययेन गुणकार्यम् इति अत्र द्रष्टव्यम्. एतदेव अत्र विकरणप्रत्ययेन गुणकार्यं भुवादिगणे किं किं भवति इति अत्र पठितव्यम्. अन्तलक्ष्मीं पठतु इदानीम्. पठितुं शक्यते खलु विकरणप्रत्ययेन गुणकार्यं भवादिगणे चुरादिगणे अर्धमात्रमेव अत्र अस्ति. भुवादिगणे चुरादिगणे किमर्थम् अत्र दोषः सन्ति इति मया उक्तं चेत् इतः पर्यन्तं वर्षाणि तु बहवः गतः एव गतानि एव, परन्तु इतः पर्यन्तं कश्चित् छात्रैः भवादिगणे इति उक्तवन्तः. एतत् समीकरणमेव भ्वादिगणे अर्धमात्रम् अस्तु. वदतु, पठतु. भ्वादिगणे चुरादिगणे च भू योगः शप् योगः अत् सार्वधातुक आर्थधातुकयोः इत्यनेन इगन्धधातोः इकः गुणः भोः योगः भो योगः आ योगः अत् भव योगः अत् भवत् पुंसि भवन् चुर् योगः इ इ चोरी योगः शप् योगः अत् सार्वधार्थिक आर्थधार्थिकयोः इत्यनेन इगन्धधातोः इकः गुणः चोरे योगः आ योगः अत् चोरय योगः अत् चोरयत् पुंसि चोरयन्. अत्र प्रतिपादितुं शक्यते वा भवत्या? प्रतिपादितुम् अत्र एतत् विषये वक्तुम् इच्छति वा? भू कथं भवति इति अत्र विकर्णप्रत्ययेन गुणकार्यं भुवादिगणे चुरादिगणे भवति. किमर्थं चेत् अत्र कर्तरि शप् भवति. शप् यत्र यत्र भवति अत्र शप् इति गुणकार्यं भवति. अत्र पूर्णिमा अस्ति खलु, पूर्णिमाप्रकाश? आं भगिनि अस्मि. भवती अत्र प्रतिपादयतु किं मां भगिनि विकर्णप्रत्ययेन गुणकार्यं भवती जानाति एव, प्रतिपादयतु. शप् भुवादिगणे वा? आमामां भुवादिगणे शप् इति विकरणप्रत्ययमस्ति. शप् इति विकरणप्रत्यये शप् सार्वधातुकप्रत्ययः अस्ति. शिप् शित् अस्ति, अपित् अस्ति, अतः सार्वधातुकप्रत्ययः अस्ति. शकारस्य लचक्वतदित इति सूत्रस्य आधारेण संज्ञा भूत्वा तस्य लोपः इति सूत्रस्य आधारेण लोपः भवति. पकारस्य शालन्त्यम् इति सूत्रस्य आधारेण तस्य संज्ञा भूत्वा तस्य लोपः भवति, आ एव अवशिष्यते। अत्र गुणस्य प्रसक्तिः अस्ति किमित्युक्ते एतत् पित् अस्ति। इक् वर्णः जानन्ति खलु, इक् वर्णः किं किम्? इवुरु उत्तमं शारदा अङ्गस्य एकः गुणः इति गुणः भवति, पुगन्तस्य लघुपरस्य एक ईकवर्णस्यापि गुणः किं किम्? इगन्तधातोः एकवर्णः अस्ति, प्रत्ययोः भूधातोः करणीयं वा? अस्तु अस्तु, भवती जानाति वा भूधातु गुणं भूत्वा भो भवति, भो अधिका आ येषो वायावायाः इति सूत्रस्य आधारेण भाव भवति। अनन्तरं तिं प्रत्यये तिप् प्रत्यये अस्ति, पकारस्य इत्संज्ञं पकारस्य हलन्त्यम् इति इत्संज्ञा भवति, ति एव अवशिष्यते, भावधिकति भवति इति लटीरूपं सिद्ध्यति। अत्र भवती द्रष्टुं शक्यते खलु, अत्र पठतु, किञ्चित् न्यूनम् अस्ति, समये पठनीयं वा? भाधिक आधिक अत्यधिक भवत् भवतु पुंसि भवन् वयं भवन् भवन् तावदेव तावदेव अस्तु। इदानीं अन्तलक्ष्मी जानाति वा किम् अभवत् इति? शत्रु अत्र शत्रु अत्र शकारः मध्ये शकारस्य इत्संज्ञा भवति, लशकुतदिते इति सूत्रस्य आधारेण तस्य लोपः भवति, ऋकारस्य लोपः भवति, त एव अवशिष्यते, उपदेशे अनुनासिक इति ऋकारस्य उत्तम उपदेशे अनुनासिक इति अनेन अत्येव तिष्ठति भवत् इति सिद्धरूपं प्रातिपदिकरीत्या ओकारस्य स्थाने इदानीं किं भवति? भवती उक्तवती एव पूर्वम् भव भवति भव अनन्तरम् आसयोजनेन भवत् भवत् प्रातिपदिकमपि अस्ति, अनन्तरं किम् अस्ति, किं लिङ्गं भवति भवितुमर्हति? भवन् इति पुल्लिङ्गं, भवति इति स्त्रीलिङ्गं, भवत् इति नपुंसकलिङ्गम्। हा भवत् इति नपुंसकलिङ्गमपि अस्ति, प्रातिपदिकमपि अस्ति, पुंसि तु भवन् अस्ति, तादृशमेव अत्र चुर् अस्ति, चुर् योगः इ, इदानीं चुर् इति चोरी भवति, अनन्तरं भवती एव पठतु अत्र वदतु। आमां भगिनि, चुर् अधिक इ अधिक चोरी, चोरी अधिक शप् अधिक अत् सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्तधातोः इकः गुणः, चोरे अधिक आ अधिक अत् चोरय अधिक अत् चोरयत् इति प्रातिपदिकं सिद्ध्यति, पुंसि चोरयत् चोरय अत्रापि चोरे इति भवति, चोरे एकारस्य स्थाने किं भवति? अया अयादेशः एचोयव यवः इत्यनेन अयादेशः भवति, अतः चोरय अति योजनेन चोरयत् प्रातिपदिकं भवति, अनन्तरं नपुंसकलिङ्गम् अपि भवति, अनन्तरं पुंसि चोरयन् स्त्रीलिङ्गपदे चोरयन्ति इति भवति। अस्तु अत्र गोदमल् बि बिन्दुः पठतु। भो योगः आ योगः अत् भवयोगः अत् न कुत्र पठति? बि बिन्दुः विकरणप्रत्ययस्य लोपे सति विकरणप्रत्ययस्य लोपे सति शत्प्रत्यये इयन् उवङ् आदेशः अदादिगणे जुहोत्यादिगणे च वृ योगः अत् अङ्गस्य ऊकारस्य स्थाने उवङ्ग आदेशः योगः उव योगः अत्र बृत् योगः अत्र ब्रुवत् पुंसि ब्रुवन् जुहोत्यादौ अपि तथा अत्र हिरि धातुः इकारान्तः अतः इयङः हि जिह्सि योगः अत् जिह्वा इय अत् जिह्वयत् जिह्वयत् जिह्वयत् अत्र पश्यतु पूर्वम् इदानीं दृष्टवन्तः भुवादिगणे चुरादिगणे विकरणप्रत्ययं तु कर्तरि शप् एव अतः अत्र किञ्चित् क्लेशः नास्ति एव प्रथमं सार्वधातुक अर्धधातुकयोगो इत्यनेन इत्यनेन गुणः भवति अनन्तरम् एचो एव यावः कार्यं करोति अतः तत्र भवत् अनन्तरं चोरयत् इति कार्यं करोति इदानीम् अत्र विकरणप्रत्ययस्य लोपे सति कुत्र कुत्र लोपः भवति अगादिगणे पूर्णतया लोपः भवति अनन्तरं जुहोत्यादिगणे स्वीकुर्मः चेत् अत्र किं भवति जुहोत्यादिभ्यः क्लुः इति पठितवन्तः खलु अत्र पश्यतु जुहोत्यादिभ्यः श्लुः अत्र श्लुः इति अत्र द्वित्वं भवति 2475 अत्र पश्येम अत्र जुहोत्यादिभ्यः उत्तरस्य शपः श्लु भवति लुकि प्रकृते श्लु विधानं द्विर्वचनार्थं जुहोति बिभर्ति इति अत्र द्वित्वं भवति अत्र पश्यतु द्वित्वं भवति अतः तत्र द्वितीयबिन्दुः विकर्णप्रत्यये लोपः भवति अनन्तरम् इदानीं शर्तृ प्रत्ययेन अत्र विकर्णप्रत्ययं नास्ति लुक् भवति अतः तत्र नूतनतया एकः सूत्रम् आगत्य कार्यं करोति अचिष्णु धातु ब्रुवाङ् युवो रियङ् वङ्गौ इति सूत्रम् एतत् बहु कठिनमस्ति अत्र अभ्यासं करणीयमेव अचिष्णु धातु ब्रुवाङ् युवोर् इयङ् उवङ्गौ इति इयङ् उवङ् कुत्र भवति इकारः अस्ति चेत् इयङ् उकारः अस्ति चेत् उवङ् तावदेव किञ्चित् क्लेशः नास्ति एव एतत् सूत्रं झटिति मनसि स्थापनीयं मनसि स्थापयतु अत्र ई स्थाने इयङ् ऊ स्थाने उवङ् अत्र किमपि नास्ति कुत्र भवति चेत् अचि परे अस्ति चेदेव अचिवर्णः परे अस्ति चेत् एतत् अत्र भवति इदानीम् अत्र ब्रू इति स्वीकुर्मः चेत् ब्रू इति धातुः अत्र अत् भवति किमर्थं चेत् शप् लुक् भवति विकर्णप्रत्ययस्य कार्यं नास्ति कुत्र अदादिगणे इत्युक्ते द्वितीयगणः खलु अत्र ब्रू योगः अत् शत्रु मध्ये अतेव तिष्ठति अन्ते इदानीम् अचिष्णु धातु ब्रुवाङ् युवर् इयङ् उवङ्गौ इत्यनेन अत्र ब्रू इति अस्ति ऊकारः ऊकारस्य स्थाने उवङ्ग् आदेशः भवति अतः ब्र ब्र ब्र भवति उकारस्य स्थाने उकारस्य स्थाने इदानीम् अत्र प्रथमं ब्रू इति धातुः स्वीकुर्मः अत्र किम् अस्ति इति पश्येम रोञ्ज् व्यक्तायां वाचि यत्र यत्र धातुः पठति तत्र अर्थमपि मनसि स्थापनीयं भू इति अर्थं किं कोऽपि वक्तुं शक्यते वा अन्तलक्ष्मी भू इति अर्थं किम् अनिल् महोदय एक्सिस्ट् न वक्तुं शक्य यत्र यत्र यत्र यत्र धातु विषये पठति अत्र धातुमालायामपि अस्ति भूयोग भू इत्युक्ते किं व्यक्तायां वाचि भू भू इति अर्थं किम् अन्तलक्ष्मी जानाति एव न ब्रू विषये अहं न पृच्छामि भू भू एक्सिस्टेन्स् मा इरुकरद् इरुकरद् भू न इरुकरद् संस्कृतेन वदतु महालक्ष्मी उत्तमम् उत्तमं परन्तु अत्र तमिळ्भाषायां किञ्चिदपि न वक्तव्यमेव प्रयत्नं करोतु आङ्ग संस्कृतभाषायां वक्तुं शक्यते चेत् किमपि अत्र प्रयत्नं करोतु क्लेशः नास्ति एव इत्युक्ते किं भवती जानाति एव धातुमालायां प्रथमधातुः एतदेव किमर्थम् एतादृशम् अत्र समयः अस्तु विलम्बेन अस्तु इदानीं तादृशमेव अत्र पठितव्यं ब्रूञ्ज् इति ण्यकारः अस्ति तत्र एतत् हलन्त्यं तस्य लोपः इत्येन न अपगच्छति ब्रू एव तिष्ठति अतः अत्र अर्थः किम् अस्ति चेत् व्यक्तायां वाचि इति अर्थम् सम्भाषणसमये व्यक्तायां वाचि इदानीमत्र ब्रू अत्र ब्रू इति अस्ति अधिप्रवृत्तिभ्यः शपः इति द्वितीयगणः भवति इदानीम् अत्र ब्रुव ईट् इति सूत्रेण ईट् आगमः भवति अनन्तरं ब्रू इति अस्ति तत्र ब्रो इति भवति ब्रो किमर्थं भवति किमर्थं भवति चेत् तत्र उकारस्य स्थाने सार्वधातुक अर्धधातुकयोः इत्यनेन ब्रो इति भवति इदानीम् ईट् मध्ये टकारः हलन्त्यं तस्य लोपः इत्यनेन अपगच्छति ई एव तिष्ठति ब्रो योगः ई योगः तिष्ठति इदानीं येचो एव यावः सर्वे जानन्ति एव ब्रुव ब्रौ इति भवति ब्रुवीति इति अन्तिमरूपम् इदानीम् अत्र पश्यतु अगादिगणे ब्रू योगः अर्थ उकारस्य स्थाने ऊवङ्ग आदेशः भवति बृ योगः ऊ योगः अत् ब्रू इति भवति अत् ब्रुवत् इति प्रातिपदिकमपि अस्ति नपुंसकलिङ्गमपि नपुंसकलिङ्गमपि अस्ति इदानीं पुंसि ब्रुवन् अस्ति ब्रुवन्ति एतत् अदादिगणे द्वितीयगणे भवति इदानीं जुहोत्यादिगणे स्वीकुर्मः चेत् अत्र किं भवति जुहोत्यादिगणे किं भवति इदानीमेव सूत्रं दृष्टवन्तः खलु कोऽपि वक्तुं शक्यते वा अत्रैव अस्ति स्युः इत्युक्ते किम् इत्युक्ते लोपः अभवत् न न स्लुः इत्युक्ते किम् अनिल्महोदय वारं वारं मया उक्तमेव स्लुः इति किम् अस्ति अत्र कोऽपि वक्तुं शक्यते वा विकर्णप्रत्ययमस्ति मया पूर्वमेव उक्तम् अत्र पञ्चविधाः सन्ति इदानीं ज्ञातुं शक्यते वा कोऽपि न स्मर्तुं शक्यते वा अन्तलक्ष्मी अनिल् महोदय अपि जानन्ति एव अनिल् महोदय जानाति एव पूर्वं मया उक्तम् एतत् विषये अत्र कति विधाः सन्ति द्वित्वम् एतत् स्लू इत्युक्ते द्वित्वं स्लू इत्युक्ते द्वित्वम् अत्र कति विधाः सन्ति मया पूर्वमेव उक्तम् एतत् विषये छङ् सन् यङ् लिट् स्लू इदानीं जानन्ति खलु पञ्चविधाः सन्ति इति मया पूर्वमेव उक्तम् अनन्तरम् अत्र एतत् विषये मया लिखितमपि कोऽपि जानन्ति वा स्मरन्ति वा स्मरामि न स्मरामि सन्नन्ते भवति लिट् लिट्लकारे भवति इति जानामि परन्तु मया लिखितमेव कुत्र लिखितमिति परन्तु अहं पुनरपि लिखामि अत्र मया पूर्वम् उक्तमेव लिखितमपि कोऽपि न स्मरन्ति इति अहं मन्ये अस्तु अहं पुनरपि लिखामि अत्र पश्यतु अनिल् महोदय जानन्ति एव तत्समये किशोर् महोदयेन एतत् विषये पृष्टं मया लिखितम् अत्र एतत् विषये द्वित्वम् इत्युक्ते किम् द्वित्वम् इत्युक्ते किम् द्वित्वम् इत्युक्ते किं कोऽपि वक्तुं शक्यते वा धातोः प्रथमभागं द्विवारम् आगच्छति उत्तमं द्वित्वम् इत्युक्ते यत् वर्णः तत् वर्णः तु द्विवारम् आगच्छति एव उत्तमः द्वित्वम् इत्युक्ते द्विवारम् द्विवारम् अक्षरम् अत्र कुत्र कुत्र भवति इति चेत् मया पूर्वं लिखितं पुनरपि अहं लिखामि इदानीं पश्यतु चङ्ग् अनन्तरं वदतु सन्नन्तम् चङ्ग् भवति सन्नन्तं भवति इदानीं कोऽपि वक्तुं शक्यते वा मया लिखितं सर्वदा मया लिखितं यङ्ग् भवति लिट् भवति अनन्तरं दृष्टवन्तः क्लू खलु एतत् द्वित्वकार्यं भवति मनसि स्थापयतु कुत्र कुत्र द्वित्वं भवति चेत् कुत्र कुत्र द्विवारं छन् छङ् सन् सन्नन्तं बुभूक्षते द्विवारं प्रथमवर्णः आगच्छति यङ् अपि लिट् चकारः लिट् अपि पपाट तादृशं भवति स्लू ददाति इदानीं जानाति वा अनिल् महोदय ददाति इति मया पूर्वमेव उक्तं खलु अत्र दा इति द्विवारम् आगच्छति दा इति द्विवारम् आगच्छति प्रथमवर्णः द्वितीयवारं भवति दा इति केन सूत्रेण द्विवारम् आगच्छति अत्र केन सूत्रेण आगच्छति स्लू इति जुहोत्यादि क्रमेण गच्छेम अत्र प्रथमधातु ह्रस्वः इत्यनेन दा भवति अत्र प्रथमदकारः ह्रस्वः इति सूत्रेण दा भवति मनसि स्थापयतु इदानीं द्वितीयदकारः ददाति दा एव तिष्ठति इदानीम् अत्र पश्यामि चेत् ददाति तावदेव द्विवारम् एकवर्णः आगच्छति चेत् अत्र पञ्चम कार्यं भवितुम् अर्हति, छङ् भवितुम् अर्हति, सन् अनन्तरं यङ् अनन्तरं लिट् अनन्तरं श्लु, इदानीं जुहोत्यादिभ्यः श्लुः इति वयं पश्येम. जुहोत्यादिभ्यः श्लुः इत्यनेन अत्र द्विवारम् एकवर्णः आगच्छति. अत्र पश्यतु, ब्रु योगः उवा योगः अत् ब्रुव ब्रु योगः अत् ब्रुवत् इति प्रातिपदिकं नपुंसकलिङ्गम् अपि भवितुमर्हति. इदानीं जुहोत्यादिभ्यः श्लुः इत्यनेन तदा अत्र श्री धातुः स्वीकुर्मः, इकारान्तधातुः, अतः इ अस्ति, इकारः दीर्घ इकारः श्रूयते, अतः इयङ् आदेशः भवति. इदानीम् इय इति भवति. ह्री इति सदृशतमवर्णः जि अस्ति, अतः जिह्री इति भवति. ह्री इत्युक्ते अर्थं किम् अस्ति चेत्, ह्री धातोः अर्थं भवती एकवारम् उक्तवती, अन्तलक्ष्मी जानाति वा? भवती एव धातुमालायां पठितवती. ह्री इत्युक्ते लज्जा, शैनम्, लज्जा इति अस्ति ह्री. अत्र जुहोत्यादिभ्यः श्लुः इत्यनेन जिह्रि इति भवति, तद् सदृशतमवर्गः, स्थानेन्द्रतमः इत्यनेन. अनन्तरम् अत् योजनेन जिह्र योगः. इदानीम् इयङ् अस्ति, एतदपि मेलनार्थं जिह्र योगः इय इ योगः अत् जिह्रि अत् इति अन्तिमरूपं जिह्रि. इदानीं पश्येम, ह्री अत्र ह्री अत्र किम् अर्थमागच्छति? लज्जायाम् इति जुहोत्यादिकानि. अत्र पश्यतु, श्री इत्युक्ते लज्जायां, लज्जा स्टै ह्री. अनन्तरं किमर्थम् अत्र जि इति आगच्छति चेत्, अत्र प्रथमं श्लू श्लौ इति सूत्रेण ह्रे ह्रे भवति. ह्री इति जुहोत्यादिभ्यः श्लुः द्विवारम् आगच्छति. अनन्तरं सार्वधातुको अर्धधातुकयोः इत्यनेन ईकारस्य स्थाने ह्रे इति भवति गुणः भूत्वा. अनन्तरं द्वि श्लौ इत्यनेन ह्रे ह्रे इति भवति. ह्रे इदानीं हलादिशेषः. हलादिशेषः किं वदति चेत्, प्रथमवर्णः तिष्ठति, अन्तिमवर्ण अन्यवर्णः लुप्यते. प्रथमवर्णः तिष्ठति, अन्तिमवर्णः लुप्यते. अलादिशेषः अत्र पश्येम, 6460. एतत् नूतनसूत्रम् किं सूत्रमत्र? सेवेन् फोर् सिक्स्टि. अलादिशेषः अत्र एतत् पठतु, कोऽपि पठतु अत्र. अनिल् महोदय पठतु. अभ्यासस्य केवलं प्रथमस्थाने विद्यमानः हल् वर्णः अवशिष्यते, अन्यानि हल् वर्णानि लुप्यन्ते. प्रथमवर्णः एव तिष्ठति अत्र अभ्यासस्य. अभ्यासस्य इत्युक्ते यत्र द्विवारं पदम् आगच्छति, अत्र प्रथमपदस्य हल् वर्णः अवशिष्यते, प्रथमवर्णः. अन्य हल् वर्णः लुप्यते, अतः तत्र ह्री इति अस्ति चेत् ह्री इति अस्ति हलादिशेषः ह्री. अत्र ह्रे इति एव तिष्ठति. हे अत्र एतत् प्रथमवर्णः, अन्यवर्णः लुप्यते. इदानीं हे घ्रे योगः ति अस्ति. इदानीम् अत्र सदृशतमः वर्णः किम् अस्ति चेत् अकारस्य स्थाने जकारः. पूर्वमेव वयं दृष्टवन्तः जयोन्यतरस्याम् इति सूत्रं पूर्वं दृष्टवन्तः खलु अनुसूया पूर्णिमा. पूर्वं दृष्टवन्तः जयोहोन्यतरस्याम्. इदानीं स्मरन्ति वा अनिल् महोदय, अनन्तरं पूर्णिमा, अनुसूया, सर्वे जानन्ति खलु? अत्र सदृशतमवर्णः अकार अकारस्य न आगतं वा? जयोहोन्यतरस्याम् अत्र एतत् विषये अस्तु. इदानीं मूलनन्दु स्टाचु निर्तल वारण्डदल्लि सैनिक जयोहोन्यतरस्यां केसुता जयोः मुन्देको अत्र पश्यतु ಮೂಲೆಯಲ್ಲಿ ಒಂದು ಸ್ಟ್ಯಾಚು ಇಟ್ಟಿದ್ದೀನಲ್ಲ ಅದ್ರ ಕೆಳಗಡೆ ಇಷ್ಟು ಧೂಳು ಇತ್ತು. ಸಾಮಾನು ತುಂಬಾ ಧೂಳಾಗಿದೆ, ಕಸ ಗುಡಿಸುವಿಂದ ಸಾಯಂಕಾಲ ಹಿಂದ್ಗಡೆ ದಿವಾನ್ ಹಿಂದ್ಗಡೆ ಒಂದ್ ವಾರಕ್ಕೊಂದ್ಸತಿ ಗುಡಿಸ್ಕೊಳಲ್ಲ. ಸೋಫಾ ತರ ಐತಿಲ್ಲ ವಾರಕ್ಕೆ ಕರ್ಕೆ ಹಾಕೊಂಡು ಹುಡ್ಕೊಳ್ಳೋದೇ ಹೇಳಿದ್ರೆ ಅದು ಮಾಡೋ ಕೆಲಸ ಮಾಡಿದ್ರೆ अत्र वाग् इति तृतीयवर्णः जलाञ्जशन्ति इत्यनेन. अनन्तरं तत् जग गकारस्य स्थाने जयोहोन्यतरस्याम् इत्यनेन तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति. तादृशमेव अत्र हरि पश्यतु, हरि गरि हरि इति सदृशतमवर्णः गकारः चतुर्थवर्णः. तादृशमेव अत्र भवति अत्र पश्यतु हकारस्य स्थाने जकारः भवति. केन सूत्रेण? कुहोश्चुः इति सूत्रेण अकारस्य स्थाने जकारः भवति. अनन्तरम् इदानीं ह्रस्वः इत्यनेन अत्र जे इति भवति, अत्र जी भवति. तत्र ह्रस्वः इत्यनेन जकारस्य स्थाने ह्रस्वः किं सूत्रं? चतुर्थवर्णस्य स्थाने तृतीयवर्णः कुत्र भवति चेत् अभ्यासे चर्चे इत्यनेन अत्र जिघ्नेति इति भवति. अत्र पश्येम जिघ्री योगः अत् जिघ्री इकारस्य स्थाने इयङ् आदेशः भवति. उकारस्य स्थाने किं भवति आदेशः? एतत् सर्वं पाठितं मम भवत्या. न एतत् इतोपि अग्रे आगच्छतु. अत्र मया सूचितमेव, इतोपि अग्रे आगच्छति, चिन्ता मास्तु. इदानीं ई स्थाने किं भवति? अचिष्णु धातु भ्रुवो इवो रियङ् उवङ्गौ इत्यनेन अचिष्णु धातु भ्रुवो अचिष्णु धातु भ्रुवाङ् इवो रियङ् उवङ्गौ ई स्थाने किम् आगच्छति? ऊस्थाने मनसि स्थापयतु. अचिष्णु धातु भ्रुवाङ् युवो रियङ् इति सूत्रं नूतनसूत्रमस्ति. अत्र किमपि कार्यं नास्ति. अच् परे अस्ति चेत् 6477 पश्येम. अत्र अत्र पश्यतु अचिष्णु धातु भ्रुवङ् युवो रियङ् उवङ्गौ इति अजादिप्रत्यये परे स्नु इत्यस्य धातुसंज्ञकः भ्रू इत्यस्य ई वर्णान्त ऊ वर्णान्त अङ्गस्य इयङ् उवङ् आदेशः भवति. अत्र किमपि क्लेशः नास्ति एव. झटिति अत्र पश्येम चेत् अत्र किमपि क्लेशः नास्ति एव. इयङ् उवङ् आदेशः भवति. अत्र इयङ् ओङ् आदेशः भवति, अतः जिह्र योगः इय ई स्थाने इयङ् आदेशः भवति. इयङ् इत्यनेन अन्तिमवर्णः अलन्त्यं तस्य लोपः इत्यनेन अपगच्छति, इ एव तिष्ठति. इदानीम् अत् शत्रुमध्ये अत् एव तिष्ठति, जिह्रियत् इति भवति. इतपर्यन्तं किञ्चित् क्लेशः अस्ति वा, संशयः अस्ति वा, अस्ति चेत् पृच्छतु. क्लेशः अस्ति वा? अस्तु. सि विकर्णप्रत्ययम्, सि इति अनसूया पठितुं शक्यते वा? सि बिन्दुः विकर्णप्रत्ययस्य श्लो अङ्गस्य द्वित्वं जीवत्यादिगणे दा अधिक अत् दा अधि प्लस् अधिक श्लु अधिक अत् श्लौ इत्यनेन द्वित्वं भूत्वा दादा अत् इति भवति. ह्रस्वः इत्यनेन अभ्यासस्य ह्रस्वत्वं भवति अथवा ददा एव भवति. ददा अधिकम् अत् स्ना स्नाभ्यास् स्नाभ्यस्तयोरातः इति सूत्रेण सप्तम षष्टम् अध्याये चतुर्थपादे एक द्वादशाधिकशतकसूत्रेण श्वा इत्येतस्य अभ्यस्तानां च अङ्गानाम् आकारस्य लोपो भवति सार्वधातुके निति परतः इति, अतः ददत् इति भवति. अत्र प्रतिपादितुं शक्यते वा? प्रयत्नं करोमि. ज्योत्यादिगणे इति सूत्रे ज्योत्यादिगणे श्लु इति सूत्रेण दा अधिकश्लु इति भवति. अत् विकर्णप्रत्ययः अस्ति, लकारविकर्णप्रत्ययः. अत्र विकर्णप्रत्ययः नास्ति. अस्ति इति किं कोऽपि वक्तुं शक्यते वा? अकार अकार न न, अत् कथम् आगच्छति अत्र? न न न, तपरकर्णम् यत्र इदानीम् अत् केन सूत्रेण अत् भवति अत्र? अत् अत्र किं भवति कोऽपि वक्तुं शक्यते वा? अत् इत्युक्ते किम्? ह्रस्वकारः. कोऽपि वक्तुं शक्यते वा अत् किमर्थं कथम् आगच्छति अत्र? शत्रुप्रत्ययं, शत्रु एव अत्र अत् भवति. शत्रु कथम् अत् भवति? कोऽपि वक्तुं शक्यते वा शत्रु अत् इति कथं भवति इति? मया खलु भगिनि, शकारस्य इच्छा भवति, ऋकारस्य इच्छा भवति, अतैव प्रथममेव उक्तं खलु भगिनि. इदानीं मया अपृच्छम् एतत् अत् किमर्थम् आगच्छति, अत् इत्युक्ते किम् इति? अत्युक्ते तपरस्कारणं तात् एतत् अत् कथम् आगच्छति चेत् भवती किम् इति पृच्छति इति अस्माभिः ज्ञातुं बहु कष्टं भवति. अत् इति कथम् आगच्छति इदानीं वद वक्तुं शक्यते वा? आं भगिनि, शकारस्य लशकोषदिते इति सूत्रस्य आधारेण इत्सज्ञा भवति, तस्य लोपः इति लोपः भवति, ऋकारस्य उपदेशे जननासिकः इति सूत्रस्य आधारेण इत्सज्ञा भूत्वा तस्य लोपः भवति, अत्र एव अवशिष्यते. पूर्वमेव मया इदानीं सर्वे पूर्वमेव उक्तम्. इदानीं मया पुनरपि एतत् विषये पृच्छन्ति आसीत्, परन्तु कोऽपि न उक्तवन्तः अत् किमर्थम् आगच्छति, कथम् आगच्छति इति. पुनरपि पुनरपि वक्तव्यमेव, तदनन्तरमेव मनसि स्थापनीयं, स्थापितमर्हति एव. इदानीमत्र अत् इति दा योगः अत्. इदानीं श्लू अस्ति, श्लू अस्ति चेत् अत्र द्विवारम् आगच्छति प्रथमवर्णः, अतः तत्र दादा इति भवति, दादा योगः अत्. अग्रे वदतु. अनुसय भवती एव ऋष्यः इत्यनेन ह्रस्व ह्रस्वः ह्रस्वः दीर्घः प्लुतः इति खलु ह्रस्वः इत्यनेन अभ्यासस्य ह्रस्व भवति अतः प्रथम ददा भवति न प्रथम वदतु समीचीनं ददा भवति ददा अधिक अत् श्राभ्यस्तयोरातः इति सूत्रेण श्रा इत्येतस्य अभ्यस्तानां च अङ्गानाम् आकारस्य लोपः भवति सार्वधातुके नितिपरतः दद इति ददत् भवति अत्र द्वितीयवर्णः इति भवति दा इति अस्य अत्र अत्रापि ह्रस्वः इत्यनेन सूत्रेण अत्र ह्रस्वः नास्ति दा इति दीर्घ आकारस्य स्थाने स्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति अतः दद इति भवति अत् योजनेन ददत् इति शत्रुपदमस्ति अत्र प्रातिपदिकमपि अस्ति नपुंसकलिङ्गमपि अस्ति ददन् पुल्लिङ्गपदमस्ति ददति इति स्त्रीलिङ्गपदमस्ति इतपर्यन्तं किञ्चित् क्लेशः अस्ति वा क्लेशः अस्ति चेत् पृच्छतु अत्र अस्तु इदानीं द्वितीय डी बिन्दुः महालक्ष्मी पठितुं शक्यते वा महालक्ष्मी अस्ति वा अस्मि पठतु अस्मि अत्र किञ्चित् मन्दरूपेण पठतु विकरणप्रत्ययस्त प्रत्ययस्त अपीत्वात् अपीत्वात् गुणोनिषेधः द्विवादिगुणे स्वादिगुणे श्रुदादिगुणे क्रियादिगुणे त्रियोगः श्रुयोगः अत् सार्वधातुकर्तधातुकयोः सप्तम अध्याये तृतीयभागे चतुर्थ अष्ट सूत्र इत्यनेन इगन्तधातोः इकगुणः सार्वधातु कमापित् प्रथम अध्याये द्वितीयभागे चतुर्थसूत्रेण निति च इत्याभ्यां गुणो निषेधः चिन्योगः अत्योगः चिन्वत् पुंसि चिन्वन् पुंसि चिन्वन् अत्र विकर्णप्रत्ययम् अपित् अत्र विकर्णप्रत्ययस्य पित् अपित् इति पूर्वमेव दृष्टवन्तः पित् इत्युक्ते किम् अपित् इत्युक्ते अपित् इत्युक्ते किम् कोऽपि जानन्ति वा पित् इत्युक्ते पकारस्य लोपः इत् भवति तथा पित् भवति अपित् इत्युक्ते पकारस्य लोपः न भवति अत्र किं किं कार्यं भवति पित् किं कार्यम् अपित् किं कार्यं सार्वधातुकार्धधातुकयोः इति सूत्रेण एकन्तसूत्रस्य गुणः भवति एकन्तदातुः गुणः भवति अपित् अस्ति चेत् किमिति च इति सूत्रेण निषेधः न अपित् अस्ति चेत् किमिति इति सूत्रेण निषेधः न भवति अपित् अस्ति चेत् गुणः भवति अपित् अस्ति चेत् गुणनिषेधः अपित् अस्ति चेत् गुणः भवति अस्ति चेत् गुणः भवति पित् अस्ति चेत् मनसि स्थापयतु पित् अपित् इत्युक्ते किम् अन्तलक्ष्मी पित् पित् गुणः भवति अपित् गुणनिषेधः उत्तमं तावदेव अत्र अपित्वात् गुणनिषेधः वेतनप्रत्ययस्य किं कुत्र भवति अपित् द्विवादिगणे भवति स्वादिगणे भवति तुदादिगणे त्रयादिगणे द्विवादिगणे चतुर्थगणः स्वादिगणे पञ्चमगणः तुदादिगणे षष्टमगणः त्रयादिगणे नवमगणः अत्र तत् गणे अत्र अपित् अपित् इत्युक्ते गुणनिषेधः. अत्र सार्वधातुकः अर्धधातुकः इत्यनेन अत्र पश्येम क्षीयोगः स्नु अत् भवति. सार्वधातुकः अर्धधातुकः इत्यनेन ईगन्तधातुः ईक् गुणः, परन्तु अत्र सार्वधातुकम् अपित् इत्यनेन निति च इत्यनेन इत्याभ्यां गुणनिषेधः. अत्र अतः तत्र चिनु एव तिष्ठति. स्नु मध्ये किं किम् अपगच्छति? चकारः अपगच्छति, लशक्व तद्धिते इत्यनेन अपगच्छतु चकारः, स्नु एव तिष्ठति. अतः सि युगो नु तिनु अत् इति शत्रु, शत्रु मध्ये अत् एव तिष्ठति. अतः तत्र चिन्वत् इति भवति, पुंसि चिन्वन् इति भवति. अत्र यत्र प्राप्तिः अस्ति तत्र एव निषेधः भवति. मनसि स्थापयतु, यत्र प्राप्तिः सार्वधातुक अर्धधातुकयोः इत्यनेन प्राप्तिः भवति, गुणप्राप्तिः भवति, परन्तु केन सूत्रेण अत्र निषेधः भवति? सार्वधातुकम् अपीत् अनन्तरं ङिति च इत्यनेन गुणनिषेधः भवति. सो यत्र प्राप्तिः भवति तत्र एव निषेधकार्यं भवति. एतत् मनसि सम्यक्तया स्थापनीयमेव. यत्र प्राप्तिः अस्ति तत्रैव निषेधकार्यम् आगत्य कार्यं करोतु. अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणप्राप्तिः भवति. कुत्र कुत्र भवति? यत्र इक् वर्णः अस्ति तत्र गुणः भवितुम् अर्हति, परन्तु सार्वधातुकम् अपीत् अनन्तरं मिति च इत्यनेन गुणनिषेधः भवति, अतः एव चिन्वत् इति भवति. इदानीम् ई बिन्दुः तनादिगणे, तनादिगणे अत्र अष्टमगणः, अत्र अनिल् महोदय पठितुं शक्यते वा? अनिल् महोदय अस्ति वा, बहिः अस्ति वा? अस्तु, इदानीमत्र अन्तलक्ष्मी पठतु. तनादिगणे तृ योगः अत् तनादि तनादि तनादि तृभ्यः तृभ्यः उः तृञ्भ्यः उः इत्यनेन शपं प्रभातः, शपं प्रभाद्य शपं शपं शपं प्रभाद्यः प्रभाद्य उ कृ कृ योगः उ योगः अत् सार्वधातुक अर्धधातुकयोः इत्यनेन इगन्धधातोः इकः गुणः इत्यनेन कर् योगः उ योगः अत् करु योगः अत् उस् ऊ सार्वधातुके इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अङ्कारस्य स्थाने अङ्कारस्य स्थाने उकारस्य स्थाने अकारस्य स्थाने उकारादेशः कुरु योगः अत् योगः अत् यण् सन्धि कुर्वत् कुर्वत् पुंसि कुर्वन्ति कुर्वन्. अत्र अहं अत्र पूर्णिमाप्रकाश, पूर्णिमाप्रकाश भगिनि, अत्र तनादिगणे कुरु योगः अत् अत्र प्रतिपादयतु, भवती जानाति एव. कुरु कुरु इति अस्ति, कुरु कुरु अधिक उकारस्य ओकारः भवति, गुणः भूत्वा उकारस्य ओकारः भवति. शप् शत्रुप्रत्यया सार्वधातुकप्रत्ययः अस्ति, शित् इति कारणेन तत्र गुणस्य प्रसक्तिः भवति. कुरु उकारस्य ओकारः भूत्वा ओकारकरो भवति, ओकारादिक आकार आकार आकार औ भवति, कुर्वत् इति भवति. न न न न अत्र प्रथमं कृ इति अस्ति, कृ तत्र प्रतिपादयतु. क्रू क्रू इति धातुः अस्ति, क्रू क्रू अधिक विकरणप्रत्यय तनादिगणे अत् क्रू अधिक क्रू धातुः अस्ति, क्रू कर् भवति, कर् केन सूत्रेण? प्रथमं गुणभूतो उरेन्द्रपरः इति सूत्रस्य आधारेण अर् भवति, कर् भवति. अत्र कर् अत्र पङ्क्तिः शः, पङ्क्तिः शः अत्र कार्यं करोतु. अत्र तनादि कृज्ञभ्यः उः इत्यनेन उः सार्धधातुकप्रत्ययः अस्ति, परन्तु गुणस्य अपित् इति कारणेन गुणस्य सार्धधातुकप्रत्ययः अस्ति, अतः गुणः गुणस्य प्रसक्तिः भवति. क्रु क्रु कु क्रु क्रो भवति, क्रो क्रा. अस्तु अहं वदामि इदानीम् अत्र तनादि कृञ्भ्यः उः इति विकरणप्रत्ययं किम् अस्ति चेत् उकारः भवति. अत्र शपं प्रपाद्य कर्तरि शप् इति प्रपाद्य उ इति आगच्छति. इदानीं धातुः तु क्रु अस्ति, क्रु योगः उ योगः अत् भवति. इदानीं क्रु कर् भवति केन सूत्रेण चेत् सार्वधातुक अर्धधातुकयोः इत्यनेन कर् भवति. इदानीं कर् योगः उ योगः अत्, अत्र कर् योगः उ मेलनेन करु इति भवति, कर् योगः अत् योजनेन अत्र कार्यं भवति. करु योगः करु योगः अत्. इदानीम् अत्र करु इति कुरु भवति केन सूत्रेण? अत उत् सार्वधातुके, अत उत् सार्वधातुके इत्यनेन अपित् प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने क इति ककार उत्तरवर्ति अकारः, अत्र अकारस्य स्थाने उकार आदेशः भवति, अतः कुरु इति भवति. कुरु योगः अत् योजनेन अत्र कुर्वत् भवति. किमर्थं कुर्वत् भवति चेत् युको यनचि अत्र कार्यं करोति, अतः उकारस्य स्थाने वकारः भूत्वा कुर्वत् इति भवति. कुर्वन् इति अत्र प्रातिपदिकं नपुंसकलिङ्गमपि भवति, पुंस् कुर्वत् इति, पुंसि कुर्वन् इति भवति. भवति एकं सूत्रम् उक्तवती खलु दीर्घ उकारः भवति, तत्तु वयं न पठितवन्तः. अत उत् सार्वधातुके इति सूत्रमस्ति, तत्तु वयं न पठितवन्तः. एतत् नूतनसूत्रमस्ति, अत उत् सार्वधातुके किं भवति? भवती पृष्टवती खलु कथं भवति, कथं भवति वयं न जानीमः खलु कथं भवति. भवन्तः न जानीमः एव, परन्तु अत्र एव अस्ति खलु सूत्रम्, एतत् सूत्रं दृष्ट्वा एव वक्तव्यं खलु. अत्र अत्र पश्यतु, अत्र सूत्रमस्ति, प्रथमं स्नाभ्यस्तयोरातः इति एव आगच्छति. एतत् सूत्रेण आकारः ईतु भव आकारस्य स्थाने अङ्गाणाम् आकारलोपः भवति इति ज्ञातवन्तः. एतदपि नूतनसूत्रमस्ति, स्नाभ्यस्तयो स्नाभ्यस्तयोरातः अनन्तरम् अचिष्णु धातु ब्रुवाङ् युवो रियङ् उवङ्गौ, एतदपि सूत्र नूतनसूत्रमस्ति. तादृशमेव अत्र अत उत् सार्वधातुके इति सूत्रमस्ति. अत उत् सार्वधातुके इत्यनेन अत्र अत्र भवती एव पठतु. अत उत् सार्वधातुके स्थूलाक्षरमस्ति खलु, अत्र पठतु. अनुसूय आं भगिनि, उकारन्तप्रत्ययः यस्य अन्ते अस्ति तादृशस्य कृ धातोः अङ्गस्य अकारस्य कित् निप् प्रत्यये परे उकारादेशः भवति. डुक्रुन् करणे इति तनादिगणस्य धातुः, अस्मात् परः यदा उ वित इति विकरणप्रत्ययः आगच्छति तदा सार्वधातुकार्धधातुकयोः सप्तमाध्याये तृतीयपादे चतुर अशीति इत्यनेन कृ इत्यस्य रपर रपर उरणरपर इति गुणा भूत्वा करु इति सिद्ध्यति. अस्य अङ्गस्य अकारस्य वर्तमानसूत्रेण उकारादेशः भवति. यथा कृ धातोः लट् लकारस्य प्रथमपुरुष द्विवचनस्य रूपम् एतादृशं सिद्ध्यति. कृ अधिक लट् पश्यतु सर् इति भवति, कृस्थाने कर् भवति सार्वधातुक अर्धधातुकयोः, अनन्तरम् अत्र कर् स्थाने कुरु भवति. केन सूत्रेण इत्युक्ते अत ऊत सार्वधातुक इत्यनेन अकारस्य स्थाने उकारः. पूर्णिमा, पूर्णिमा भगिनी अस्ति वा? आं भगिनि अस्मि. अत्र इदानीं सन्देहः अस्ति वा इतोपि? इदानीम् अवगतं, वयं पठितवन्तः न पठितवन्तः खलु अतः. इदानीम् अत्र सूत्रम् अचिष्णुधातु गुरुवा यो रियं वङ्गौ नूतनसूत्रमस्ति. श्लौ अपि नूतनसूत्रं द्वित्वं भवति. स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति, नूतनसूत्रम् भवति. अनन्तरम् अत उत सार्वधातुके इत्यनेन अकारस्य स्थाने उकारः आदेशः भवति, अतः एव कुरु इति भवति. इतपर्यन्तम् अत्र किञ्चित् क्लेशः अस्ति वा, संशयः अस्ति वा, पृच्छतु. अस्तु, इदानीं यः रुदादिगणे एकमेव अत्र गोदामल् पठतु. यत्र यत्र अत् भवति उकार पर भवति चेत् उकार भवति इति वा? न, अत् शत्रु इति मध्ये एव अत् आगच्छति, अत्र किमपि क्लेशः नास्ति. परन्तु करोतु क्रु डुक्रिञ्च् करणे धातुः स्वीकुर्मः चेत् उकारधातु यत्र यत्र भवति शत्रुप्रत्यये परे एतत् तनादि तनादि अष्टमगण एव गणविषये अत्र अत्र भवति खलु. तनादिभ्यः तनादिकृभ्यः कृञ्च्भ्यः उः अष्टमगणे एव अत्र क्रु धातुः आगच्छति, तत्र एव कार्यं करोति तनादिगणे एव. यत्र यत्र उकारः आगस्य कुरु इति करु इति आगच्छति तत्र तत्र उकारस्य अकारस्य स्थाने उकारः इति न. तनादिगणे तनादिकृभ्यः उः इत्यनेन अष्टमगणे एव भवति. समीचीनम्. इतोपि प्रश्नः अस्ति वा? अग्रे अग्रे अनन्तरं नूतनसूत्र सूत्रमपि आगच्छति. अत्र एफ् इति पठितुं शक्यते वा? गोदमाल् रुदादिगणे एकमेव विकरणप्रत्यय निमित्तिकम् अङ्गकार्य भवति, तच्च केवलं यत्र स्रं प्रत्ययात् परं धातौ नकारः वर्तते. स्रं प्रत्ययात् परं स्थितस्य नकारस्य लोपः शास्त्रलोपः स्नानलोपः सारि स्नानलोपः इत्यनेन सूत्रेण यथा उन्द्रः योगः स्रम् उन्द् उन्द् योगः उन्द् उन्द् उन्द् योगः स्रम् योगः अत् अत् उनन्द् योगः अत् उनन्द् इत्यस्मिन् स्रम् प्रत्ययात् परं धातौ नकारः वर्तते, अतः स्रान् लोपः इत्यनेन स्रम् प्रत्ययात् उत्तरस्य नकारस्य लोपः उनन्दु योगः अत् उनद् योगः अति अपितस्सु सर्वधातुकलङ्कारो अलङ्कारेषु सार्वधातुकलकारेषु सार्वधातुकलकारेषु सार्वधातुकलकारेषु स्रं प्रत्यये स्थितस्य अकारस्य लोपे लोपो भवति स्रसोर नसो रल्लोपः नसो रल्लोपः रसोरलोपः इत्यनेन सूत्रेण उन्द् योगः अत् वर्णमेलेन उन्दत् उंसि अत् यन् सन्धि कुर्वत् पुंसि कुर्वन् अत्र अत्र सूत्रं द्वयं भवितुं नूतनसूत्रमस्ति स्नानलोपः अनन्तरं स्नसोरल्लोपः इति सूत्रं द्वयं भवति. एतत् विषये किञ्चित् अग्रे पश्येम. अत्र रुदादिगणे सप्तमगणे अस्ति. सप्तमगणे विषये अत्र नूतनसूत्रमस्ति. झटिति न गन्तव्यमेव. अत्र इतोपि विवरणं दातुम् एव शक्यते. अतः झटिति न गन्तव्यमेव. अग्रिमवर्गे एतत् विषये पश्येम. अन्तलक्ष्मी अत्र अन्तिमश्लोकं वदतु. ॐ सहना भवतु सहन पुनस्तु सह वीर्यं करवावहै तेजस्विना अधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरि ओम्. धन्यवादगुरु. धन्यवादः. सर्वेभ्यः नमस्कारः. धन्यवादः. अत्र अत्र गायत्री अण्ड् गायत्री पुन्मणि न आगच्छत् खलु. गायत्रीके ईमेल् वर्लैन् सोल्राङ्ग मा मेसेज् पोट्रुकाङ्ग नैट् मेसेज् पोट्रुन्दाङ्ग न तेरिल अवर् आड् पण्णिटारमे. अनन्तरं पुन्मणि पुन्मणि பொன்மணி வந்து இல்ல வெளியில எங்கேயோ இருக்கேன். அவங்கள சரி காயத்ரி வந்து இதுல பாக்க சொல்லுங்க. மெசேஜ் போட்டிருந்த இமெயில செக் பண்ணுங்க. உங்களுக்கு கூட அப்படித்தானே வந்தது இவங்களுக்கு நினைக்கிறேன். அதனால கொஞ்சமா ஸ்டாம்ப்ல பாக்க சொல்லுங்க. திருப்பியும் அக்ரிம வரைக்கும் ஏற்றதாக சுட்டியவர். அசு சர்வேபேக நமஸ்காரங்க. தன்யவாதங்கள்.